नमस्कारः सर्वेषाम्. अत्र अस्माकम् अधुना अष्टाध्यायी बलाबलम् इति विषयः अस्ति. अत्र सूत्राणां बलाबलं, तर्हि इदानीं पर्यन्तम् अस्माभिः किं दृष्टं, यत् अष्टाध्यायी मध्ये सूत्राणि सन्ति, तर्हि तेषां क्रमः अपि महत्त्वपूर्णः अस्ति. क्रमः इत्युक्ते प्रत्येकसूत्रस्य तु संख्या अस्ति. अत्र प्रथम कस्मिन् अध्याये कस्मिन् पादे इति आगच्छति इति सूत्रसङ्ख्या भवति. तर्हि तत्र किमस्ति, यत् बहुत्र एतादृशी स्थितिः भवितुं शक्नोति यत् एकस्मिन् एव स्थले एकस्मिन् एव समये अधिकानि सूत्राणि आगन्तुं प्रसक्तानि भवितुं शक्नुवन्ति. तर्हि प्रश्नः अस्ति यत् कस्य सूत्रस्य कार्यं भवति, कस्य सूत्रस्य कार्यं न भवति. तर्हि तस्य समाधानाय केचन नियमाः सन्ति. तत्र अष्टाध्यायीसूत्राणां बलाबलम् इति विषये अस्माभिः इदानीं पर्यन्तं पठितं. तर्हि सर्वप्रथमम् अस्माभिः किं पठितं, तुल्यबलविरोधः. तर्हि तुल्यबलविरोधः इत्युक्ते किं, तर्हि महाभाष्यवाक्यमस्ति, अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः. नाम यदि यदि द्वे सूत्रे स्तः उभयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः भवति, नाम यत्र यत्र अत्र प्रसङ्गः अस्ति तत् प्रसङ्गं विहाय अन्यत्र अपि उभयोः सूत्रयोः अवकाशः, नाम अपर्चुनिटि भवति, तर्हि तदा यदा एकस्मिन् एव स्थले तादृश सूत्रे आगच्छतः तत् तुल्यबलविरोधः इति उच्यते. तुल्यबलविरोधः, तर्हि विरोधः अस्ति खलु, परस्परविरोधः अस्ति, कस्य सूत्रस्य कार्यं भवति. तुल्यबलविरोधः भवति भवति तर्हि प्रथमसूत्रं यत् अस्माभिः दृष्टं तद् अस्ति तुल्यबलविरोधस्य. तुल्यबलविरोधस्य कृते अस्माकं प्रथमसूत्रमस्ति विप्रतिषेधे परं कार्यम्, प्रतिषेधे परं कार्यम् इति. विप्रतिषेधः इत्युक्ते तुल्यबलविरोधः. तुल्यबलविरोधस्य अन्य नाम अस्ति विप्रतिषेधः. तर्हि विप्रतिषेधे परं कार्यम् इति सूत्रेण किमस्ति, यत् यदि तुल्यबलविरोधः अस्ति तर्हि यत् परसूत्रम् अस्ति तस्य कार्यं भवति इति. नाम द्वे सूत्रे स्तः उभयोः सूत्रयोः एकस्मिन् एव स्थले एकस्मिन् एव स्थाने कार्यं भवति, तर्हि तथा च उभयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः भवति, तर्हि यत् परं सूत्रमस्ति तस्य कार्यं प्रथमं भवति. तर्हि विप्रतिषेधे परं कार्यं. तदनन्तरम् अस्माभिः यद् दृष्टं यत् तदस्ति अपवादः. अपवादः सूत्र किमस्ति, सुमन् महोदय, अपवादसूत्रम् इत्युक्ते किम्? सुमन् महोदय, क्षम्यतां महोदय, म्यूट् मध्ये आसम्, किञ्चित् समयः अभवत्. अपवादसूत्रम् इत्युक्ते तस्य कार्यक्षेत्र लघु अस्ति, तद् कार्यं न करोति कुत्रापि चेत् तस्य कार्यं किमपि न भवति. अतः तत्र किमपि सङ्घर्षः अस्ति चेत् तत् तुल्यबलविरोध नास्ति, किन्तु अपवादसूत्रस्य कार्यमेव भवति. सम्यक्. तर्हि अपवादसूत्र अस्ति तादृशसूत्रं यस्य कार्यक्षेत्रं सम्पूर्णतया अन्यसूत्रस्य कार्यक्षेत्रे अन्तर्भूतः भवति. तर्हि यदि अन्यसूत्रमेव कार्यं करोति तर्हि एतादृशम् अपवादसूत्रं तत् निरावकाशः भवति, तस्य अन्यत्र कुत्रापि कार्यं न भवितुं शक्नोति इति अस्ति चेत् तत् सूत्रम् अथवा तत् सूत्रस्य भागः व्यर्थं भवति। अतः एतादृशी स्थित्यां सर्वदा अपवादसूत्रस्य कार्यं भवति, नो चेत् तस्य कार्यं कुत्रापि न भवितुं शक्नोति इति। तर्हि अस्माभिः किं दृष्टं यत् अपवादसूत्रस्य कार्यं सर्वदा प्रथमं भवति, सर्वदा प्रथमं भवति, यतोहि तद् न भवति चेत् तस्य निरावकाशं भवति, निरावकाशकत्वं भवति। तदनन्तरं तुल्यबलविरोधः अस्ति यत् अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति चेत् तुल्यबलविरोधः परं कार्यं भवति। परन्तु तुल्यबलविरोधः अपवाद इति तु एक्स्ट्रीम् कण्डिशन् सन्ति, अतः मध्ये अपि बहु किमपि भवितुं शक्नोति। तर्हि एका परिभाषा अस्ति पूर्वपरनित्यान्तरङ्गपवादं नाम उत्तरोत्तरं बलीय, नाम पूर्वपरनित्य अन्तरङ्ग अपवादनाम उत्तरोत्तरं बलीय, नाम पूर्वस्य अपेक्षया परस्य अपेक्षया नित्य, नित्यस्य अपेक्षया अन्तरङ्ग, अन्तरङ्गस्य अपेक्षया अपवाद बलीयः इति भवति। तर्हि पूर्वपर इति तु अस्माभिः दृष्टम्, अपवादः तु अस्माभिः दृष्टं। तर्हि नित्यम् अन्तरङ्गम् इत्युक्ते किम् इति अस्माकं विषयः अस्ति। तर्हि विजी महोदय अस्ति खलु, आम् महोदय, क्षम्यतां विलम्बेन, नेट् मध्ये प्राब्लम् अस्ति, अस्तु विलम्बेन आगतवती, नमस्कारः। वदतु नित्यसूत्रम् इत्युक्ते किं, नित्यम् इत्युक्ते किम्? नित्यसूत्रम् इत्युक्ते सूत्र एकस्थले एकसमये सूत्रद्वयं प्रसक्तिः अस्ति चेत् एकसूत्रम् अन्यसूत्रं सूत्रं कार्यं कृतात् अनन्तरम् अपि कर्तुं शक्नोति इति चेत् नित्यसूत्रम् इति वदामः। प्रसक्तिः सूत्रद्वयं प्रसक्तिः अस्ति, प्रथमसूत्रम् अप्लै करोति, तदनन्तरम् अन्यसूत्रमपि कार्यं करोति, किन्तु तयोः मध्ये एकसूत्रम् अन्यसूत्रात् अनन्तरमपि कार्यं कर्तुं शक्नोति, प्रसक्तिः अस्ति इति चेत् एतत् सूत्रं नित्यसूत्रम् इति वदामः। तर्हि नित्यसूत्रम् अस्ति चेत् कस्य कार्यं भवति सर्वदा? नित्यसूत्रस्य कार्यं भवति पूर्व पर नित्य, पूर्वसूत्रात् परसूत्रं, परसूत्रात् नित्यसूत्रम्, उत्तरोत्तरबलं। यदि अन्यसूत्रस्य अपेक्षया नित्यसूत्रं यदि पूर्वसूत्रमपि अस्ति चेदपि तस्य कार्यं भवति, तस्य कार्ये तत्र पूर्वपर इति किमपि न द्रष्टव्यम्। पूर्व आं महोदय, पूर्वपर इति प्रसक्तिः नास्ति, यत् अत्र नित्यसूत्रम् आगच्छति चेत् नित्यसूत्रस्य उपयोगं करणीयमेव। सत्यम्, उत्तमं। तर्हि कृत अकृतप्रसङ्गी यस्य कार्यं भवति तद् नित्यसूत्रं, यथा महोदयया उक्तम् एकसूत्रमस्ति, तस्य सूत्रस्य कार्यपूर्वमपि कार्य अनन्तरमपि द्वितीयसूत्रस्य कार्यं प्रसक्तिः भवितुं शक्नोति, तद् द्वितीयसूत्रं नित्यसूत्रमस्ति। एतादृशी स्थित्यां नित्यसूत्रस्य कार्यं भवति इति अस्ति। तर्हि तदस्ति नित्यत्वम् इत्युक्ते। तदनन्तरमस्ति अन्तरङ्गत्वम्। अन्तरङ्गत्वम् इति विषये अस्माभिः बहुचर्चा कृता, किञ्चित् जटिलविषयः अस्ति इति अहं मन्ये। तत्र किमस्ति यत् अन्तरङ्ग इति मुख्यरूपेण किमस्ति, यदि एकसूत्रस्य निमित्तानि अन्तरङ्गसूत्रे निमित्तस्य महत्त्वं, निमित्त अतः अन्तरङ्गमध्ये अङ्गमस्ति, तस्य अर्थः अस्ति निमित्तं। तर्हि अन्तरङ्गसूत्रस्य कार्ये यदि एकसूत्रस्य निमित्तसमुदायः सर्वरूपेण अन्यसूत्रस्य निमित्तसमुदायमध्ये अन्तर्भूतः अस्ति तर्हि तत् प्रथमसूत्रं यत् अस्ति यस्य निमित्तसमुदाय अन्तरे अस्ति तत् अन्तरङ्गं यस्य यस्य निमित्तस्य निमित्तसमुदायः बहिः अस्ति तत् बहिरङ्गं तर्हि यदि एतादृशी स्थितिः अस्ति यत् एकसूत्रमस्ति अन्तरङ्गम् अन्यसूत्रमस्ति बहिरङ्गं तादृशी स्थित्याम् अन्तरङ्गसूत्रस्य कार्यं भवति नाम अन्तरङ्गसूत्रं बहिरङ्गसूत्रस्य अपेक्षया बलीयः इति तर्हि तत् सूत्रं तदनन्तरं पूर्वमपि भवेत् नित्यं किमपि भवेत् तत् अन्तरङ्गम् अस्ति चेत् तस्य कार्यं प्रथमं करणीयम् इति तर्हि एतादृशी स्थित्याम् अस्माभिः प्रश्नः तदनन्तरम् आगच्छति यत् अङ्ग इत्युक्ते किं नाम निमित्तम् इत्युक्ते किम् कस्य प्रत्येकसूत्रस्य निमित्तानि कानि कानि कति च कथं ज्ञातव्यं तर्हि तत्र अस्ति यत् अस्माभिः दृष्टं यत् ये प्राचीनवैयाकरणाः सन्ति ते वदन्ति यत् सर्वं किमपि भिन्नरूपेण निमित्तरूपेण स्वीकर्तव्यं यानि अर्थात् संज्ञा सूत्रस्य संज्ञापदत्वं अङ्गत्वं तदनन्तरम् अर्थत्वं लिङ्गत्वं लघुत्वं लघु सर्वं रूपेण निमित्तम् इति स्वीकरणीयं परन्तु ये नूतनजनाः सन्ति ते भाष्यकाराः अपि सन्ति ते वदन्ति यत् व्याकरणे शब्दानुशासनस्य महत्त्वमस्ति अतः शब्दः एव शब्द इत्युक्ते पदं शब्द वर्णानां ध्वनिः तत् तदेव निमित्तरूपेण स्वीकरणीयम् तस्य अर्थत्वं लिङ्गत्वम् एतत् सर्वं भिन्नरूपेण निमित्तरूपेण न स्वीकरणीयम् इति तर्हि अतः तदनन्तरं कस्य वैयाकरणस्य मतं स्वीकरणीयम् इति अस्माकं प्रश्नः आसीत् तर्हि अस्माभिः उदाहरणरूपेण द्रष्टव्यम् अस्माभिः बहु जटिला चर्चा अस्माभिः कृता दीर्घा चर्चा अस्माभिः कृता यत् किं तत्र किम् अस्माभिः दृष्टं यत् त्रिचतुरस्त्रियां तिस्रचतुस्रः इति सूत्रस्य उदाहरणेन अस्माभिः पठितं यत् प्राचीनवैयाकरणस्य मतं तु न अपि तु नूतनवैयाकरणस्य मतं स्वीकरणीयं कथं यदि अस्माभिः दृष्टं यत् यदि अर्थत्वं संज्ञात्वम् इति यदि वयं भिन्नरूपेण यदि वयं स्वीकुर्मः तर्हि सर्वदा न तिस्र चतुस्र इति सूत्रं यत् आसीत् तस्य निरवकाशं भवति तत् सूत्रं सर्वदा व्यर्थं भवति तथा तु न करणीयम् अतः शब्दरूपेण एव निमित्तं स्वीकरणीयं तर्हि अधुना शब्दरूपेण ये निमित्तानि सन्ति तर्हि कस्मिन् कस्यापि सूत्रस्य ये शब्दरूपी निमित्तानि सन्ति तानि अन्यसूत्रस्य शब्दनिमित्तरूपसमुदायमध्ये अन्तर्भूतः सति तर्हि तत् प्रथमसूत्रम् अन्तरङ्गं तस्य कार्यं भवति इति चिन्तयामः अस्तु इति सर्वम् अस्माभिः दृष्टम् अस्माभिः कृतं तत्र तदनन्तरम् अस्माकं यत् प्रथमः उदाहरणम् अस्ति मूल उदाहरणम् अस्ति सिव्योगः न तस्य अधुना अस्माकं चर्चा भवति तत्र सिव्योगः न तत्र कार्यं कथं भवति इति वयं चिन्तयामः तत्र सिव्योगः न इति अस्माभिः दृष्टं यत् प्रथमं तु सूत्रत्रयाणां सूत्रत्रयस्य प्रसक्तिः भवति एकम् अस्ति लोपोव्योरवली एक अस्ति तुगन्तलघुपदस्य च एक अस्ति छोः शृणु अनुनासिके च तर्हि प्रथममेव अस्माभिः दृष्टं यत् लोपोव्योरवलि तथा च छोहोषुनासिके च इति स्थितिमध्ये यदि लोपोव्योरवलि कार्यं करोति तर्हि छोहोषुनासिके च सूत्रस्य यत् एकः भागः अस्ति तत् सर्वदा निरावकाशः भवति नाम छोहोषुनासिके च एकः भागः अस्ति यत् वकारस्य स्थाने दीर्घ उकारः भवति यदि लोपव्योरवलि कार्यं करोति तर्हि सर्वदा यत् वकारः स्थाने दीर्घ उकारादेशः भवति तत् भागः निरवकाशः भवति सूत्रस्य सर्वदा नाम सूत्रस्य तादृशभाग एकरूपेण अपवाद इति भवितुम् इति वक्तुं शक्नुमः। तर्हि अपवादत्वेन छोश्रुनासिके च इति सूत्रस्य कार्यं भवति, नो चेत् भवस्थाने ऊठ् आदेशः सर्वदा निरवकाशः भवति। तर्हि लोपव्योरवलीसूत्रस्य अपेक्षया छोश्रुनासिके च कार्यं करोति। तदनन्तरम् अस्माभिः प्रश्नः अस्ति यत् छोश्रुनासिके च लोपव्योर पुगन्तलघुपदस्य च इति सूत्रस्य इति मध्ये कस्य कार्यं प्रथमं भवति। यदि छोश्रुनासिके च कार्यं करोति चेत् सि उ न इति भवति, यदि पुगन्तलघुपदस्य च इति कार्यं करोति तर्हि सेव् योगः न भवति, तर्हि कस्य कार्यं भवति? अत्र अपवाद अथवा अपवादत्वं तु किमपि नास्ति, अत्र अन्तरङ्गत्वम् इति अपि नास्ति, यतोहि उभयोः सूत्रयोः कृते पुगन्तलघुपदस्य च छोश्रुनासिके च इति उभयोः सूत्रयोः कृते निमित्तद्वयम् अस्ति, सिव् अपि च न, अतः अन्तरङ्गत्वमपि नास्ति। तर्हि अपवादत्वं नास्ति, अन्तरङ्गत्वं नास्ति, अतः अधुना नित्यत्वम् अस्ति न वा इति द्रष्टव्यम्। तर्हि अस्माभिः यत् गतरविवासरे पठितं यत् अस्तु यदि पुगन्तलघुपदस्य च अस्तु यदि प्रथमं छोश्रुनासिके अनुनासिके च कार्यं करोति कर्तुं शक्नोति, परन्तु यदि प्रथमं पुगन्तलघुपदस्य च कार्यं करोति तदनन्तरं छोश्रुनासिके च कार्यं कर्तुं शक्नोति न वा इति प्रश्नः अस्ति। तर्हि अस्तु तर्हि यदि पुगन्तलघुपदस्य च तस्य सूत्रस्य कार्यं प्रथमं भवति तर्हि किं भवति? सेव् योगः न। अधुना सेव् योगः न इति स्थित्यां छोश्रुनासिके च सूत्रस्य कार्यं भवति न वा? तर्हि भवितुं शक्नोति, यतोहि अद्य अत्र अपि वकारस्य स्थाने ऊट् आदेशः भवितुं शक्नोति, सेव् योगः न तस्य सेउ योगः न भवितुं शक्नोति। तर्हि पुगन्तलघुपदस्य च कृत अकृतप्रसङ्गी नाम तत् कार्यं करोति अथवा न करोति छोश्रुनासिके च इति सूत्रस्य प्रसक्तिः भवति। तदनन्तरं प्रश्नः अस्ति यत् छोश्रुनासिके च इति सूत्रस्य कृत अकृतप्रसङ्गी पुगन्तलघुपदस्य च कार्यं कर्तुं शक्नोति वा न वा? नाम यदि छोश्रुनासिके च प्रथमं कार्यं करोति सि उ योगः न यदि स्थितिः भवति, सि उ योगः न इति स्थिते पुगन्तलघुपदस्य च कार्यं कर्तुं शक्नोति न वा इति अधुना द्रष्टव्यं। नाम सि उ योगः न एकदा आगच्छति तत्र पुगन्तलघुपदस्य च कार्यं कर्तुं शक्नोति न वा इति अधुना अद्य प्रक्ष्यामः। अस्तु तर्हि एतावत्पर्यन्तं सर्वे अवगच्छन्ति वा? बेसिक् क्वश्चन् सिव्योग इको यणचि इत्युक्ते अचि परे इको इकः अस्ति चेत् वा महोदय न इति आगच्छति किल? इत् अत्र इको यणचि सूत्रस्य प्रसक्तिः नास्ति, अधुना पर्यन्तं नास्ति, नास्ति। धन्यवादः। अहं क्षम्यतां, किञ्चित् विस्मृतवती, इदानीमपि भवान् उक्तवान् किन्तु पुनः वदति चेत् सम्यक्। लोपो व्यर्वली किम् अर्थं न कार्यं करोति अत्र? लोपो व्योर्वली भवती वदतु, लोपो व्योरवलि इति सूत्रं किं वदति? वकारस्य नो चेत् यकारस्य लोपः भवति इति। कदा? इदानीं वल् प्रत्याहारे परे, वल् प्रत्याहार परे अस्ति चेत् तस्य लोपः भवति खलु, वकारस्य लोपः भवति। तर्हि सिव्योगः न इति स्थाने नकारः वल् प्रत्याहारे भवति, अतः वकारस्य लोपः भवति लोपो व्योरवलि इति सूत्रेण। तदनन्तरं छोश्रुनासिके च इति सूत्रं किं वदति? वकारस्य स्थाने उकार आगच्छति इति। हा तर्हि अत्र बहुत्र बहु किमपि अस्ति, नाम शकारस्य स्थाने तुक् सहितशकारस्थाने शकारः भवति, परन्तु मुख्य अस्य अस्ति यत् वकारस्य स्थाने ऊठ् आदेशः भवति अनुनासिक आदिप्रत्ययपदे क्विपदे जलादिप्रत्यये, नाम दीर्घ उकारः वा? दीर्घ उकारः अस्तु, तर्हि वकारस्य, तर्हि अनुनासिक आदिप्रत्ययपरे अस्ति चेत् वकारस्य स्थाने ऊठ् आदेशः भवति इति, अस्तु, तर्हि इति एकः सूत्रस्य भागः अस्ति अनुनासिकादिप्रत्ययपरे। अनुनासिकादि इत्युक्ते किम्? अनुनासिक आदि इत्युक्ते यः यत् पदं यस्य प्रथमः वर्णः अनुनासिकवर्णः अस्ति इत्युक्ते पञ्चमवर्णः। तर्हि अनुनासिकादिप्रत्ययपरे अस्ति चेत् वकारस्य ऊठ् आदेशः भवति, तर्हि अत्र सिव्योगः न इति स्थाने नकारः अनुनासिकादिप्रत्ययः अस्ति न, तर्हि अत्र न इत्यस्य स्थाने वकारस्य स्थाने ऊट् भवितुं शक्नोति, परन्तु अनुनासिक यत् अस्ति तद् वल् प्रत्याहारे अपि अन्तर्भूतः भवति, वल् प्रत्याहारस्य वर्णः अस्ति चेत् लोपो व्योर्वलि इति सूत्रेण वकारस्य लोपः भवितुं शक्नोति, तर्हि यदि सर्वदा अनुनासिक आदिप्रत्ययपरे अस्ति चेत् यदि सर्वदा लोपो व्योरवलि इति सूत्रेण लोपः भवति, तर्हि छोश्रुनासिके च इति सूत्रमध्ये यत् अनुनासिक आदिप्रत्ययपरे अस्ति चेत् वकारस्य ऊठ् आदेशः भवति, तत् निरावकाशं भवति खलु, तत् सूत्रं कदापि न भवितुम्। अतः एतत्तु अपवादसूत्रम्। अपवादसूत्रम् इति सम्पूर्णरीत्या अपवादः न, तस्य एकः भागः अपवादः, नाम सम्पूर्णसूत्रं निरावकाशः न भवति, एकः भागः निरावकाशः भवति, अतः एकरीत्या तद्भागः अपवादः अस्ति इति इति इति वक्तुं शक्नुमः, परन्तु सूत्रं सम्पूर्णरीत्या तु नास्ति खलु अपवादः, तत्र अन्य भिन्नः अङ्गानि अपि सन्ति, अस्तु, तत् भागः निरवकाशः भवति इति चिन्तयतु। तर्हि तर्हि मूलप्रश्न मूल अस्ति यत् अष्टाध्याय्यां कस्मिन् कस्यापि सूत्रस्य निरवकाशत्वं न भवितुं शक्नोति इति इति, अथवा कस्यापि सूत्रस्य कस्मिन्नपि भागः निरवकाशः न भवितुं शक्नोति, यत्र एकस्मिन् एकस्य एकस्याः एकस्याः मात्रायाः यत्र यत्र यत्र फैट् अस्ति तत्र सम्पूर्णसूत्रम् अथवा सूत्रस्य सम्पूर्णभागः निरवकाशः भवति न वा न भवितुं शक्नोति, अतः तत्र लिखितमस्ति अतः तस्य किमपि महत्त्वमस्ति, तस्य किमपि कार्यम् अस्ति, तत् कार्यं करणीयम्, अतः अस्मिन् उदाहरणे छोश्रुनासिके च सूत्रं लोपो व्योरवलीसूत्रस्य अपेक्षया बलवत्तरं भवति इति। अस्तु अस्तु, अन्य प्रश्नाः सन्ति वा कस्यापि? इदानीं तु भवान् उक्तवान् तु नित्यं सूत्रम् अस्ति अतः तदेव कार्यं करोति, न इदानीं पर्यन्तम् अस्माभिः न दृष्टं छोशुरासिके नित्यम् अस्ति न वा, तस्य दर्शनस्य अस्माभिः द्रष्टव्यं यत् पुगन्तलघुपदस्य च कार्यं छोश्रुनासिके च अनन्तरं भवति न वा, यत् छोश्रुनासिके च तस्य कार्यं पुगन्तलघुपदस्य च अनन्तरं भवितुं शक्नोति, परन्तु पुगन्तलघुपदस्य च कार्यं छोश्रुनासिके च सूत्रस्य कार्यस्य अनन्तरं भवति न वा इति चिन्तव्यं, न भवति चेत् छोश्रुनासिके च नित्यमस्ति। अस्तु अस्तु, तर्हि अधुना अग्रे पठामः, कुत्र अस्ति, तर्हि कः अस्ति, सरला महोदय अद्य पठति वा? अस्तु महोदय, इदानीं पठामि। तर्हि अत्र अत्र अन्तरङ्ग यत् अस्ति सेक्षन् तत्र भवती जानाति वा गतरविवासरे कुत्र आसम्? अत्र युगपद्वयोः सूत्रयोः प्रसक्तिः इति एकं पेराग्राफ् अस्ति, आमामाम् तत् पठतु। अत्र अत्र युगपद्वयोः सूत्रयोः प्रसक्ति इको यणचि क्षम्यतां क्षम्यतां महोदय, तस्य टु पेराग्राफ्स् पूर्वं पठतु। तर्हि तत्र विधि महोदय, तत्र गतरविवासरे अस्माभिः यत्र यत्र त्यक्तं तत्र एव अस्ति, एतद् आधारेण उपरि स्थिर्योगः न इति स्थितौ प्राप्नोति वा? न विधि महोदय, उपरि निमित्तिकम् अन्तरङ्गम् अद् तर्हि एक तत्र अत्र अपरनिमित्तिकम् अन्तरङ्गं दृश्यति वा? अपरनिमित्तिकम् अन्तरङ्गं पश्यति वा? तस्मात् 1, 2, 3, 4, 5 अष्ट पेराग्राफ्स् पूर्वं गच्छतु, अष्ट अनुच्छेदः। अपरनिमित्तकम् अन्तरङ्गं तस्य अपेक्षया अष्ट अनुच्छेदपूर्वं गच्छति। परन्तु अर्थनिमित्तकस्य इति वा महोदय? न अष्ट अष्ट अपरनिमित्तिकम् अन्तरङ्गमस्ति, तत् पश्यति वा? तत् पश्यामि। अपरनिमित्तिकं तस्य उपरि गच्छतु, अष्ट उपरि इको यणचि इति पेराग्राफ्। अधुना पुनः अत्र पूर्व तियुयोगन तियुयोगन अत्र युगपत् द्वयोः नासिके च, तदनन्तरम् एतत् आधारेण ततः पठ सरला महोदय पठतु। एतत् आधारेण उपरि सिर्योगन इति स्थितौ संज्ञाकृतनिमित्तगणनेन परिशीलनं न शक्यम्। अग्रे नागेशः वदति यत् पिता कृतप्रसङ्गे यः विधिः भवति सः नित्य इति कृत्वा शोषून् अनुनासिके च सिष्टं मध्यस्य चतुर्थपादे एकोनवति सूत्रं नित्यशास्त्रं, यतोहि तस्य नवदशः वदतु अथवा एकोनविंशतिः एकोननवतिः तु नित्यशास्त्रं, यतोहि तस्य शिवयोगन्न इति स्थितौ अपि प्रसक्ति। मुगन्तलघुपदस्य सप्तमाध्यायस्य तृतीयपादे षट् अशीति सूत्रम् इत्यनेन गुण स्थित्वापि सेवयोगन्न इति स्थितौ अपि चोषु अनुनासिके षष्ठमाध्यायस्य चतुर्थपादे एकोनविंशति सूत्रम् इत्यस्य प्रसक्ति, किन्तु प्रथम चोष अनुनासिके षष्ठ भवति चेत् तदनन्तरं पुगन्तलघुपदस्य भवति न वा इति अग्रे द्रष्टव्यम्। इदानीं यथा भवान् संक्षेपे उक्तवान् पूर्वं, तत् अस्ति सर्वयोगेन अस्माकं पठित उदाहरणं, तत्र यदि चोष अनुनासिके कार्यं करोति तत्र वकारस्य स्थाने उ आगच्छति, से उ योगन्न भवति। इदानीं यदि वयं कृताकृतप्रसङ्गे विद्धि तत्र साधयामः तत्र स्थितिः किं भवति? श्रीयोग उ योगन्न तदनन्तरं पुगन्तलघुपदस्य इति सूत्रपायं कर्तुं शक्नोति वा न? वयं पूर्वं दृष्टवन्तः लोपुव्योवलि इति अपेक्षया चोषु अनुनासिके च इति सूत्रं नित्यम् अस्ति, कारणक यदि लोको व्योवलि प्रथमं कार्यं करोति वकारस्य लोप भवति, श्रेयोगं न तिष्ठति तत्र। अतः कृत पूर्वं कार्यं कृतं किन्तु चोषु अनुनासिके च तस्य कार्यं पुनः अपि कृतकार्यस्य तदनन्तरमपि तस्य प्रसक्तिः भवति, करति वकार अस्ति, वकारस्य परे अनुनासिक वर्णम् अस्ति न, अतः चोष अनुनासिकं भवति लोपो व्योवलि अपेक्षया नित्यसूत्रं तु चोष अनुनासिके द्वयोर्मध्ये अस्माकं निर्णयं भवति नित्यं सूत्रम् अस्ति लोपो व्यवलि अपेक्षया चोष अनुनासिकं नित्यशास्त्रम् इति प्रतिपादितम्। इदानीं वकान्तलघुपद्यस्य चोष अनुनासिके द्वयोर्मध्ये किं बलं बलवत् भवति तस्य समाधानं कर्तव्यम्। तर्हि तर्हि यदि कोगन्धलघुपद्यस्य इति सूत्रं कार्यं करोति तस्य भवति न इति परे सार्वधातु आर्थधातुक प्रत्ययः अस्ति सि इति लघु उपदायाम् एक वर्णे आगच्छति अतः तस्य प्रसक्तिः भवति तस्य पुगन्तलघुपदेन सूत्रेण सेव योगः न भवति। इदानीं चोष अनुनासिके यदि कार्यं कर्तुम् इच्छति सक्सेस् अपि कार्यं भवितुं शक्नोति कारण की नकार परे अस्ति वकार अस्ति वकारस्य स्थाने उ आगच्छति किं इदानीं पुनः अधो किं चर्चा भवति द्रष्टव्यं। हा तर्हि शिवयोगः न इति स्थाने यदि पुगन्तलघुपदस्य च कार्यं प्रथमं करोति तत् सेवयोगः न भवति। सेवयोगः न इत्यस्मिन् स्थितौ चोषनासिके च इति सूत्रं कार्यं कर्तुं शक्नोति। नित्यम् एकनिमिष नित्यम् अस्ति न वा इति इदानीं पर्यन्तं न द्रष्टव्यं। तदनन्तरं पुगन्तलघुपदस्य च चोषनासिके च इति प्रथमं कार्यं करोति चेत् सि उ योगः न भवति। अधुना प्रष्टव्यं यत् द्रष्टव्यं यत् सि उ योगः न इति स्थाने पुगन्तलघुपदस्य च प्रसङ्गः भवति न वा इति। अस्तु तर्हि महोदय अग्रे पठतु। चोषनुनासिके च इत्यनेन अनुनासिकादि प्रत्यये परे वकारसर्वाणि ऊटादेश सिमो योगन्नः इको यणचि षष्ठमाध्यायस्य प्रथमपदे सप्तसप्तति सूत्रं पुगण्टलघुपदस्य च सप्तमाध्यायस्य त्रिपादे षष्ठ अष्ट अशीति सूत्रम् इत्यनेन द्वयो प्रसक्ति। यदि चोषनुनासिका इति कार्यं पूर्वं करोति अस्माकं शिवयोगन्ना इति भवति सिंयोगन्ना भवति। तदनन्तरं द्वे सूत्रे पुनः प्रसक्ति तेषां भवति इको यणचि अपि पुगन्तलघुपदस्य अपि इको यणचि पूर्वसूत्रमस्ति पुगन्तलघुपदस्य परसूत्रमस्ति। इदानीं द्रष्टव्यं किं भवति नित्यम् भवति वा अन्तरङ्गमस्ति वा परसूत्रमस्ति किम् अत्र समाधानम् आगच्छति तेषां मध्ये। हा तर्हि अधुना इको यणचि एकवारं शोषणासिके च कार्यं करोति तस्य अनन्तरम् इको यणचि पुगन्तलघुपदस्य च इत्यनयोः द्वयोः प्रसक्तिः भवति। अधुना द्रष्टव्यं यत् इको यणचि तत् कार्यं करोति पुगन्तलघुपदस्य च कार्यं करोति किं करोति। तर्हि महोदय अग्रिम गमनस्य पूर्व गमनात् पूर्वं भवती किं चिन्तयति कस्य कार्यं भवति इको यणचि पुगन्तलघुपदस्य च? यदि वयम् इको यणचि कुर्मः तस्य इकारः अस्ति इति भवति स्युयोगन्नः। तदनन्तरं पुगन्तलघुपदस्य च इत्यादि आगच्छति तस्य कार्यं न भवति साधु। आं समीचीनं स्यु यथा यदि स्यु भवति यकार इति उपधायाम् अस्ति तस्य पुगन्तलघु इकवर्ण नास्ति सो तस्य कार्यं निर्वाकाश भवति सो तस्य प्रसक्ति न भवति यदि पुगन्तलघु उपत्यस्य स्युयोगन्न तत्र तस्य प्रसक्ति अस्ति वा न तत्र यदि पुगन्तलघुपदस्य च कार्यं करोति तत्र स्युयोगः न किं भवति स्युयोगन्न पुगन्तलघुपदस्य कार्यं न करोति तत् सार्वधातुक अर्धधातुक्य पुगन्तलघुपदस्य अधुना अधुना अस्माकं स्थलं किम् अस्ति इकारः इकारः तर्हि पुगन्तलघुपदस्य च अपि कार्यं कर्तुं शक्नोति उपधायाम् इकारः अस्ति खलु लघु इकारः आम् तर्हि भवती किं चिन्तयति कस्य कार्यं भवति इकोयणचि पुगन्तलघुपदस्य च तत्र भवति से उ तत्र पुनः सन्धि भवति से योग उ एचो वयाव इति भवति स्यु अय आगच्छति सयु भवति तत्र यदि पुगन्तलघुपदस्य कार्यं करोति सयुयोगन्न यदि आगच्छति तदनन्तरम् इको यणचि प्रसक्ति न भवति अतः किं चिन्तयामः पुगन्तलघुपद सो नित्यसूत्रं कोऽपि न भवति इको यणचि वा पुगन्तलघुपदस्य यदा कदापि एकस्मिन् एव स्थले सूत्रद्वयम् आगच्छति तर्हि पूर्वपरनित्य अन्तरङ्गपवादानाम् उत्तरोत्तरं बलीयः इति सूत्रेण सर्वप्रथमं किं द्रष्टव्यम् अपवादः अस्ति न वा सर्वप्रथमम् अपवादः अस्ति न वा तर्हि अत्र कोऽपि सूत्रम् अन्यसूत्रस्य किमपि सूत्रम् अन्यसूत्रस्य अपवादः भवति वा अपवादः अस्ति वा न अपवादः नास्ति महोदय अन्य अन्य अन्यत्र अन्यत्र लब्धावकाशः भवति आम् तर्हि अपवादत्वं किमपि नास्ति खलु आम् अपवादः नास्ति चेत् तदनन्तरं किं द्रष्टव्यं विप्रतिषेधं द्रष्टव्यम् एकनिमिषं पूर्वपरनित्य अन्तरङ्ग अपवाद इति आर्डर् अस्ति खलु अपवादः तु नास्ति तदनन्तरं किम् अस्ति तदनन्तरम् अन्तरङ्गम् अस्ति अत्र अन्तरङ्गत्वं किमपि अस्ति न वा अन्तरङ्गता इको यरचि तस्य केवलं निमित्तं न्यूनानि अस्ति एकम् अस्ति केवलं परन्तु पुगन्तलघुपदस्य निमित्तम् अधिकानि सन्ति लघु लघुसंज्ञा केवलं शब्दरूपीनिमित्तं वदतु अस्माभिः दृष्टं खलु केवलं शब्दरूपीनिमित्तानि स्वीकरणीयानि लघुसंज्ञाज्ञा इति किमपि निमित्तरूपेण न स्वीकरणीयम् अस्तु तर्हि निमित्तानि कानि निमित्तानि कथं शब्द इति अहं भवती जानाति इति सूत्रस्य कृते निमित्तानि कानि एकवारं पुनः वदतु पञ्चनिमित्तानि लघु इकोयणचि यण् प्रत्ययः परे अच् परे अस्ति इकार पूर्वम् अस्ति द्वे निमित्तानि सन्ति परन्तु सि उ मध्ये एव निमित्तानि सन्ति खलु सर्वाणि पुगन्तलघुपदस्य च इति सूत्रस्य यदि केवलं शब्द अथवा वर्णनिमित्त यदि वयं निमित्तानि स्वीकुर्यामः तर्हि नाम लिङ्गत्वं किमपि लिङ्गत्वं लघुत्वम् उपधा इति किमपि यदि वयं न स्वीकुर्यामः तर्हि केवलं वर्णनिमित्तम् अथवा शब्दनिमित्तं यदि वयं स्वीकुर्मः निमित्तानि कानि सन्ति केवलं ओ तस्य परे सिउ योग परे सार्वधातुक आधातुके प्रत्ययः इति द्रष्टव्यं तर्हि अत्र किमस्ति बहिरस्ति तस्य सिउ तस्य बहिः आगच्छति तस्य निमित्तं तत्र वदतु एकवारं तुगन्तलघुपदस्य च इति सूत्रस्य निमित्तं किम् अत्र एकवारं वदतु अस्मिन् उदाहरणे अस्मिन् उदाहरणे सिव् अपि अस्ति न अपि अस्ति अत्र अत्र निमित्तं कं किम् निमित्तं निमित्तं भवति प्रत्यय न इति न तु अस्ति परन्तु स्वीव् अपि अस्ति खलु अत्र इकारः लघु इकारः अस्ति उपधा अस्ति तत् सर्वत्र तर्हि नाम इकारः अपि निमित्तम् अस्ति अस्तु तर्हि इकोयणचि इति सूत्रस्य निमित्तानि सन्ति स्यु सि उ उगन्तलघुपदस्य च इति सूत्रस्य निमित्तानि कानि सन्ति सि उ न अपि अस्ति खलु अतः अन्तरङ्गं बहिरङ्गं किमपि अस्ति वा अत्र अधिकानि अन्तरङ्गबहिरङ्ग अस्ति न अहं भवत्यां पृच्छामि भवतीं पृच्छामि अस्ति न वा नास्ति किमर्थं नास्ति कारकी इकार अपि तत्र अस्ति उ अपि तत्र अस्ति उपधाया तो शब्दात् यदा वयं भवान् उक्तवान् यदि शब्दम् अस्ति तत् शब्दे वयं वदामि शब्देन द्वयोः गृहीतं भवति न आं परन्तु नका न इति अपि अस्ति खलु भिन्नप्रत्ययः आम् इको यणचि तस्य कृते न इति निमित्तम् अस्ति वा नास्ति उगन्तलघुवशस्य कृते अस्ति वा आम् तर्हि अन्तरङ्गं बहिरङ्गं नास्ति खलु अस्ति न वा अस्ति एकवारं वदति नास्ति एकवारं वदति अस्ति न इति आवश्यकं पुगन्तलघुपदस्य इति बहिरङ्गं भवति न इति अपि पुगन्तलघुपदस्य च कृते अस्ति निमित्तम् अतः बहिरङ्गम् अतः परन्तु न इति इकोणचि कृते किमपि निमित्तं नास्ति आम् अतः इकोणचि इति अन्तरङ्गं खलु तर्हि अन्तरङ्गम् अस्ति चेत् तस्य कार्यं भवति अन्तरङ्गस्य भवति इकोयणचि कार्यं भवति इकोयणचि कार्यं करोति पुगन्तलघुपदस्य च कार्यं न करोति अवगच्छति वा अवगच्छति वा आम् आम् महोदय तर्हि अधुना अस्माभिः दृष्टं यत् पुगन्तलघुपदस्य च अनन्तरमपि छोषुनासिके च कार्यं कर्तुं शक्नोति परन्तु छोषुनासिके च इति सूत्रस्य अनन्तरं पुगन्तलघुपदस्य च कार्यं कर्तुं शक्नोति न वा अतः छोषुनासिके च कीदृशं सूत्रमस्ति उक्तवान् अधुना वयं नित्यं जानामि यतोहि तस्य तु कार्यं कृप अकृतप्रसङ्गी भवति परन्तु पुगन्तलघुपदस्य च कार्यं कृत अकृतप्रसङ्गी न भवति अतः छोषुणास्के च नित्यमस्ति एतादृशचिन्तनस्य अनन्तरम् एव ज्ञातुं शक्नुमः यत् छोषुनासिके च नित्यमस्ति. अवगच्छति वा महोदय? अतः कस्य कार्यं भवति? अतः छोषुनासिके च कार्यं करोति. सि उ योगः न भवति, सेव् योगः न इति न भवितुं शक्नोति. अस्तु महोदय, एक स्पष्टीकर्तुम् एव पुगन्तलघुपदस्य द्वे निमित्ते खलु स्यु एकं न द्वितीय त्रय न त्रीणि न इत्यपि वक्तुं शक्नोति, परन्तु तत्रापि इकोयणचि मध्ये अपि एतद् द्वयं भवितुं शक्नोति. सि उ नाम किमपि करोति, पृथक् वदामि वदामः चेत् इकोयणचि तत्र द्वयम् अस्ति, अत्र त्रयम् अस्ति, नो चेत् कथमपि गणनां करोतु इकोयणचि सूत्रस्य निमित्तानि सर्वदा अन्तर्भूतानि भवन्ति. तत्र अन्तरङ्गम् अस्ति. सुमन् महोदय, कीदृश अन्तरङ्गम् अस्ति अत्र? कीदृश अन्तरङ्गम् इत्युक्ते अन्तरङ्गस्य प्रकाराणि सन्ति खलु. अत्र सि उ योगः न इति स्थित्यां यत् अन्तरङ्गत्वम् अस्ति, तस्य प्रकारं किम्? निमित्तानि न्यूनानि इति. तत्तु सर्वदा अस्ति एव, परन्तु तत्रापि एकं स्पेशल् केटेगरैजेशन् अस्ति खलु, उपभागः प्रकारं कोऽपि जानाति वा? न न. अन्य कोऽपि जानाति वा? अस्माभिः दृष्टं खलु पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्. पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् अस्माकं मूल अत्र चर्चा किम् अस्ति? यत्र अत्र उपरि यदि वयं गच्छामः, यत्र अन्तरङ्गम् इति विषयः आरभते, तत्र लिखितं खलु उपर्युक्तं यत् अन्तरङ्गं बहुविधम्, अत्र प्रकारद्वयं प्रदर्श्यते. पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गं यदा बहिरङ्गसूत्रस्य समुदायमध्यस्य पूर्वभागे अन्तरङ्गसूत्रस्य निमित्तानि सन्ति, तत् पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् इति अस्माभिः पठितं खलु. प्रायः विस्मरन्ति जनाः, परन्तु पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् इत्युक्ते यत् बहिरङ्गसूत्रस्य निमित्तानि सन्ति, तेषां तत्र तस्य निमित्तसमुदायस्य पूर्वभागे नाम आरम्भे पूर्वभागे इको अन्तरङ्गसूत्रस्य निमित्तानि सन्ति. तर्हि अत्र इको अणचि इति सूत्रस्य निमित्तानि सन्ति सि उ. पुगन्तलघुपदस्य अस्ति सि उ न. तर्हि सि उ न इति निमित्तसमुदायस्य पूर्वभागे नाम स्टार्टिङ्ग् आरम्भमध्ये इकोयणचि सूत्रस्य अस्ति, अतः इकोयणचि पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गं सूत्रमस्ति इति विशेषः अस्ति. अतः परन्तु अन्तरङ्गं तु अस्ति, अतः इकोयणचि सूत्रस्य कार्यं भवति. इत्युक्ते न अनन्तरम् आगच्छति. हा, न अनन्तरम् अस्ति यत् यत् यत् तत् तस्य तत् सेट् मध्ये तत्र आर्डर् करोति चेत् इकोनचि सूत्रस्य निमित्तानि पूर्वं सन्ति. द्वितीय अस्ति अनन्तरं न, तत् भिन्नम् अस्ति. इदानीं पर्यन्तं नास्ति, अत्र केवलं पूर्व अस्ति इति चिन्तयतु. अस्तु, तर्हि हा, तर्हि सि यु योगः न इति भवति छोषुनासिके च अन्तरङ्गत्वात् इति. अस्तु, अग्रे पठामः. अधुना सुमन् महोदय अग्रे पठतु, अत्र युगपद्वयोः सूत्रयोः प्रसक्तिः भवति. अत्र युगपद्वयोः सूत्रयोः प्रसक्तिः इको यणचि च पुगन्तलघुपदस्य च. इको यणचि इत्यनेन इकारस्य स्थाने यकार आदेशः, पुगन्तलघुपदस्य च इत्यनेन उपधा गुणः नाम इकारस्य स्थाने एकार आदेशः. इमे द्वे सूत्रे एकत्र प्राप्तेः अपि अपि च अन्यत्र अन्यत्र लब्धावकाशे अतः तयोः तुल्यबलविरोधः. तस्मात् विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तात् प्रसक्त्वात् पुगन्तलघुपदस्य च परत्वात् बलवत्. अपि च वर्णादाङ्ग बलीयः इति परिभाषया तस्य बलम्. किं लिखितम्? अस्तु, इदानीं द्वे सूत्रे अपि पश्यामः चेत् इको यणचि तत् किं कार्यं करोति, तत्र इकारस्य स्थाने यकारः आदेशः भवति, पुगन्तलघुपदस्य च इत्यनेन सूत्रेण इकारस्य स्थाने एकारः आदेशः भवति. अस्तु, द्वौ सूत्रौ अपि अन्यत्र अन्यत्र कार्यं कर्तुं शक्नुतः इत्युक्ते तत्र अन्यत्र अन्यत्र लब्धवाकाशः अस्ति, अतः इदानीं तुल्यबलविरोधः नो चेत् विप्रतिषेधः भवति. वयं जानीमः विप्रतिषेधे परं कार्यं करोति इति. तस्मिन् सूत्रेण पुगन्तलघुपदस्य च सूत्रं परम् अस्ति, तत् एव बलम् इति पूर्वपरं पश्यामः चेत् पुगन्तलघुपदस्य इति च इति कार्यं करोति. अहं वर्णादाङ्ग बलीयः इति परिभाषा न अवगच्छामि. वदामि तर्हि, यदि केवलं तुल्यबलविरोधः इति सूत्रं दृष्ट्वा वयं यदि चिन्तयामः तर्हि परसूत्रस्य कार्यं भवति इति वयं जानीमः, अतः पुगन्तलघुपदस्य च कार्यं भवति. तदनन्तरम् एका परिभाषा भवति, एका परिभाषा भवति यत् वारणात् अङ्गं बलीयः, वारणात् अङ्गं बलीयः. तदस्ति यत् वारणात् इत्युक्ते वर्णसम्बन्ध इत्युक्ते वारण, अङ्गसम्बन्ध इत्युक्ते आङ्ग. तत्र नाम वर्णसम्बन्धकार्यस्य अपेक्षया अङ्गसम्बन्धकार्यस्य बलमस्ति. तर्हि इको यणचि सूत्रम् इति वर्ण सम्बन्धकार्यमस्ति खलु. अत्र इकारः उकारः इकारः तदनन्तरं कोऽपि उकारः मतलब् अचवर्णः अस्ति तस्य सन्धिः भवति, तत् वर्णरूपी कार्यमस्ति. परन्तु पुगन्तलघुपदस्य च इति अङ्गस्य अधिकारे आगच्छति खलु, तत् अङ्गसम्बन्धि अधिकारः अस्ति. यतोहि पुगन्तलघुपदस्य च इति सूत्रस्य कृते किमस्ति यत् सार्वधातुक आर्धातुकयोः प्रत्ययः परे अस्ति चेत् तत्र यदि तस्य अङ्गे यदि लघु उपधा अस्ति तस्य गुणं करोतु. अतः उगन्तलघुपदस्य च अङ्गसम्बन्धसूत्रमस्ति। तर्हि अङ्गसम्बन्धसूत्रं वर्णसम्बन्धसूत्रस्य अपेक्षया बलमस्ति, बलवत्तरमस्ति। अतः तस्मिन्नपि तस्य तेनापि चिन्तनेन तुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भवति। अस्तु, तर्हि यदि वयं दीर्घरूपेण न जानामि तर्हि कोऽपि किं वदति, अस्तु तुल्यबलविरोधः अस्ति, अनन्तरमस्ति सूत्रम्, अतः तुगन्तलघुपदस्य च इति कार्यं करोतु। परन्तु तत्तु सम्यक् न भवति, यतोहि पूर्वपर इति अपि सूत्रस्य अपि अपेक्षया अन्तरङ्गसूत्रस्य कार्यं बलं बलवत्तरं भवति। अतः सर्वदा कुत्रापि निर्मेतव्यं यत् पञ्चसूत्रस्य कार्यं भवति, सर्वदा बेक्वर्ड् चिन्तयति, अपवादः अस्ति न वा, अस्तु अपवादः अस्ति चेत् अपवादः, अनन्तरम् अन्तरङ्गमस्ति न वा, अन्तरङ्गमस्ति चेत् अन्तरङ्गम्, तदनन्तरं नित्यमस्ति न वा, नित्यमस्ति चेत् नित्यम्, तदनन्तरं पूर्वं। ये जनाः पूर्वपरनित्य अन्तरङ्ग अपवाद इति परिभाषां न जानन्ति, ते केवलं सूत्रसङ्ख्यां दृष्ट्वा अपि च वर्णरङ्गं बलीयः इति परिभाषां दृष्ट्वा वदन्ति यत् परं सूत्रस्य कार्यं करोति, परन्तु तत् समीचीनचिन्तनं नास्ति। अतः अन्तरङ्गमस्ति न वा इति चिन्तनम् अस्ति। तर्हि अत्र एतादृशचिन्तनेन सुगन्तलघुवस्य च कार्यं प्रथमं भवति इति। अस्तु, अग्रे पठतु। अस्तु, शिव योग न इति स्थितौ इको यणचि इत्यस्मिन् उकारः निमित्तं सुगन्तलघुपदस्य च इत्यस्मिन् न इति आर्धधातुक प्रत्यय निमित्तं, नाम गुणस्य निमित्तं न प्रत्यय पर्यन्तसमुदायः यन् आदेशस्य निमित्तम् उकारः एव, स च ऊकारः न प्रत्यय पर्यन्तसमुदायस्य अन्तर्भूतः, न च अत्र सि उ समुदाय अपेक्षया बहिर्भूतः। इको यणचि इति किमपि ध्वनिः अस्ति महोदय, पठतु। अस्तु, इको यणचि इति क्षम्यताम्, इको यणचि इति शास्त्रस्य निमित्तं पुगन्तलघुपदस्य इत्यस्य निमित्तस्य अन्तर्भूतम् इति कारणात् इको यणचि अन्तरङ्गत्वात् पुगन्तलघुपदस्य च इति शास्त्रम् असिद्धम्। पूर्वपर तत् परिभाषा, पूर्वपर नित्य अन्तरङ्ग अपवादनाम् उत्तरोत्तरं बलीयः इति परिभाषया इको यणचि इत्यस्य प्रवर्तनप्रसङ्गः पुगन्तलघुपदस्य च इत्यस्य अस्तित्वं नास्ति। अस्तु, तत् एतं तु अस्माभिः दृष्टं। तर्हि यद्यपि पुगन्तलघुपदस्य च परसूत्रमस्ति, यद्यपि पुगन्तलघुपदस्य च अङ्गसूत्रमस्ति, तथापि अन्तरङ्गत्वात् इको यणचि सूत्रस्य कार्यं भवति इति। अतः भवती महोदय भवती वदतु, इको यणचि सूत्रं कार्यं करोति चेत् किं भवति? इदानीम् इकारस्य स्थाने यकारः आदेशः भवति, इत्युक्ते स्य भवति अनन्तरम् उकारः अस्ति स्यु भवति अनन्तरं न आगच्छति स्यून स्यून इति स्थित्याम् अधुना किं कार्यं भवति क्षम्यता स्यून इति स्थितिः भवति खलु अधुना किं भवति सी स्यु योगः न किं भवति हेलो स्यु योगः न भवति खलु आम् इदानीम् अग्रे करोतु किं भवति स्यु योगः न इति स्थिति मध्ये किं करणीयम् न न प्रत्यय अस्ति खलु आम् न सार्वधातुकः अस्ति आर्धातुकः अस्ति तर्हि आर्धातुकप्रत्यये परे अस्ति चेत् इदन्त आम् किच् नित् नास्ति अतः इदानीं गुणः करणीयः केन सूत्रेण केन सूत्रेण सार्वधातुक आर्धधातुक तर्हि गुणं कृत्वा रूपं करोतु स्यो योग न भवति स्यो न भवति स्यो न इति रूपं भवति तर्हि स्यो न इति अन्तिमरूपं शब्दः भवति तर्हि स्यु योगः न स्यो न तर्हि अस्य उदाहरणस्य वैलक्षण्यं पश्यतु एकस्मिन् एव उदाहरणे अस्माभिः किं दृष्टम् अस्माभिः अपवादस्य अपि नित्यस्य अपि अन्तरङ्गस्य अपि उदाहरणम् अस्माभिः दृष्टम् स्युयोगः न तत्र स्यो न भवति एकस्मिन् एव उदाहरणे अस्माभिः नित्यस्य अन्तरस्य हा वदतु इण्टर्नेट् मध्ये भग्नं जातः दश मिनिट् न आगतवती एकवारं पुनः एकवारं कृपया वदतु महोदय न अत्र किमपि अत्र अस्माभिः अत्र मया यत् अग्रि पूर्वे अपि वक्तं तत्र स्युयोगः न इति स्थितौ पुगन्त शोश्रणास्तिके च इति सूत्रस्य कार्यं भवति तदनन्तरं इकोयणचि पुगन्तलघुगस्य च इति सूत्रयोः मध्ये अन्तरङ्गत्वात् इकोयणचि सूत्रस्य कार्यं भवति तदेव मम प्रश्नम् अस्ति किल महोदय सीव्योगः न इको एणचि कथम् इति सीव्योगः न इति अचि परे सि उ योगः न सि उ तर्हि स्योन इति न परे आगच्छति न अचि नास्ति किल महोदय न योगः न मध्ये इको एणचि नास्ति सि उ योगः न मध्ये अस्ति तर्हि एकस्मिन् एव उदाहरणे नित्यं शोषासिके च नित्यसूत्रात् सूत्रत्वात् तस्य कार्यं भवति अपवादं लोपव्यवर्वलि इति सूत्रस्य कार्यम् अपवादत्वेन न भवति तदनन्तरम् अन्तरङ्गम् इति सूत्रेण इकोणचि सूत्रस्य कार्यं भवति सर्वम् अस्माभिः एकस्मिन् एव उदाहरणे दृष्टवन्तः योन इति उदाहरणं बहु महत्त्वपूर्णम् उदाहरणम् अस्ति इति अरुणा महोदय अग्रे पठतु अरुणा महोदय अहं प्रयाणं करोमि कारवाहने प्रतिध्वनि अपि अस्ति ततः न वदामि अस्तु क्षम्यतां तर्हि विजि महोदय भवती एव पठतु न न अत्र स्योन इति शब्दः निष्पन्नः भवति खलु अत्र सि उ योगः न इको एणचि स्यून अत्र आरभ्य महोदय अत्र आरभ्य अत्र आम् पूर्वोपस्थितनिमित्तकत्वम् इत्युच्यते नाम लघुपदगुणस्य निमित्त अपेक्षया गुण आदेशस्य निमित्तं पूर्वोपस्थितम् अस्ति. लघुपदगुणस्य निमित्तं न प्रत्ययः, तदपेक्षया उकारः पूर्वः इति तस्मात् उ तदनन्तरं न सि उ इति पर्याप्तं भवति यन् आदेशस्य कृते. किन्तु सि उ न अपेक्षते लघुपदगुणं प्रति. अतः सुगन्धलघुपदस्य च इति शास्त्रनिमित्त अपेक्षया यन् आदेशशास्त्रस्य निमित्तं पूर्वम् उपस्थितम्. अनेन पूर्व उपस्थितनिमित्तकत्वम् अत्र पूर्व उपस्थितनिमित्तकत्वम् इति उच्यते. एतावत्पर्यन्तम् इको अनचि इति नाम लघुपदगुणस्य निमित्त अपेक्षा लघु उपदायाम् अस्ति किल महोदय सि इति मध्ये ई लघु उपदाया इत्यनेन पुगन्धलघुपदस्य इति सूत्रस्य प्रसक्तिः आसीत्. लघुपदस्य निमित्तम् अस्ति एतत् तस्य अपेक्षया यन् आदेशस्य निमित्तं पूर्वोपस्थितम् अस्ति. यन्नादेशे पूर्वोपस्थितं पूर्वोपस्थितम् अस्ति. यद् सङ्ख्याकारणेन वा महोदय सङ्ख्या न अत्र आर्डरिङ्ग् यत् सि योगः न निमित्त सि उ योगः न इति सि उ प्रथमम् आगच्छति न अनन्तरम् आगच्छति. लघुपदगुणस्य निमित्तं न प्रत्यय न प्रत्यय इत्यनेन पुगन्धलघुपदस्य इति सूत्रस्य प्रसक्तिः अस्ति. तत् अपेक्षया ऊकारः पूर्वः सि उ न इति प्रत्ययस्य अपेक्षया उ पूर्वमेव आगच्छति किल सि उ इति सि उ आगच्छति. सि उ इति पर्याप्तं भवति यन् आदेशस्य आम् ई इकार उकार संयोगः इकार उकार सन्धि पर्याप्तं भवति यन् आदेशस्य कृते. किन्तु सि उ न अपेक्षते किमर्थं लघुपदगुणं प्रति. अतः पूर्व पुगन्धलघुपदस्य च इति शास्त्रनिमित्त अपेक्षया यन्नादेशस्य शास्त्रस्य निमित्तं पूर्वम् उपस्थितम् किम् अस्ति सि उ इति ई इकारः उकारः सन्धि यन् आदेशस्य पर्याप्तम् एव. तदनन्तरं ल इति नी न इति नीत्वा एतानि कार्याणि केवलमस्ति यत् क्रियते अनचि सूत्रस्य अन्तरङ्गं सूत्रमस्ति तस्य निमित्तानि सि उ अन्यसूत्रस्य निमित्तसमुदायस्य पूर्वभागे आगच्छति. नकारस्य न इति शब्दस्य पूर्वम् आगच्छति अतः उकार तत् अन्तरङ्गम् अस्ति पूर्व उपस्थित अन्तरङ्गम् अहमपि पठामि महोदय अधुना पुनः अवलोकनीयं यत् योगः न इति मूलस्थितौ यत्र द्वयोः सूत्रयोः प्रसक्तिः शो शुरु अनुनासिके च पुगन्धलघुपदस्य च अधुना एव ज्ञातं यत् सिवु योगः न इको यनचि पुगन्धलघुपदस्य च इत्यनयोगयो मध्ये इको यलचि इति अन्तरङ्गशास्त्रं यस्मात् पुगन्धलघुपदस्य च इति शास्त्रम् असिद्धम् अनेन ज्ञायते यत् सिप् योगः न इति स्थितौ पुगन्धलघुपदस्य च इति नित्यं नास्ति यतोहि शोषुदु अननासिके च इत्यनेन सिप् योगः न इति भवति चेत् तदानीं पुगन्धलघुपदस्य च इत्यस्य प्राप्तिः नास्ति तस्मात् उच्यते यत् सिप् योगः न इति स्थितौ नित्यत्वात् शोषुदु अनुनासिके च इत्यस्य प्राप्तिः दृष्टं भवान् उक्तवान् किल सिद्धयोगः न द्वयो सूत्रद्वयं प्रसक्तिः अस्ति चोषुरु अनुनासिके च तदनन्तरं कुगलघुपदस्य च इति स्यु शोषुरु अनुनासिके इति सूत्रेण सि वि योगः न इति आगच्छति अनुनासिके पूर्वम् उ इति आगच्छति अत्र सि इ योगः उ इति पुगन्धलघुपदस्य च इति सूत्रे इति सूत्रे इति अनयोः मध्ये एको अणचि इति अन्तरङ्गम् यस्मात् पुगन्धलघुपदस्य च इति शास्त्रम् इको यनसि इति आगत्य पुगन्धलघुपदस्य इति सूत्रस्य असिद्धं भवति नाम शोषुनासिके च यदि सि उ योगः न भवति तत्र पुगन्तलघुपदस्य कार्यं न भवति इको यणचि कार्यं करोति यतोहि इको यणचि अन्तरङ्गमस्ति तर्हि सिवयोगः न इति स्थले यदि प्रथमं पुगन्तलघुपदं करोति तस्य अनन्तरं शोषणनासिके च कार्यं कर्तुं शक्नोति परन्तु शोषणनासिके च यदि कार्यं करोति तस्य अनन्तरं पुगन्तलघुपदस्य च कार्यं कर्तुं न शक्नोति अनुनासिके च इति नित्यसूत्रं भवति नित्यं सूत्रमस्ति अतः तस्य कार्यं भवति तदनन्तरं इत्यस्य प्राप्तिः नास्ति तस्मात् उच्यते यत् सिप् योगः न इति स्थितौ नित्यत्वा शोषुदु अनुनासिके च इति यशोषुदु अनुनासिके च इति सूत्रं नित्यं भवति आं महोदय इको यनचि सम्यक् अस्तु तर्हि अन्तरङ्गत्वस्य एकः मुख्यविषयः समाप्तः तस्यापि प्रश्नः अस्ति वा इदानीं पर्यन्तम् महोदय वयं दृष्टवन्तः यदि तुल्यतुल बलविरोधविप्रति चेत् परसूत्रमिति कार्यं केवलं सप्ताध्यायी करोति त्रिपाद्यां तस्य कार्यं न भवति एता परिभाषा अन्तर नित्योत्तरण अन्तरङ्गं इत्यस्य परिभाषाया त्रिपाद्यां प्रसक्तिः अस्ति वा न त्रिपाद्यां परसूत्रस्य अपि नास्ति तत्र त्रिपाद्याम् अन्यद् भवति तदपि अग्रे आगच्छति अधुना अस्मिन्नेव पाठे पूर्वत्र सिद्धम् इति टापिक् अस्ति तत्र आगच्छति अस्तु महोदय, मम प्रश्नः एकस्थले सूत्रद्वयप्रसक्तिः अस्ति, सूत्रद्वयसूत्रमपि नित्यसूत्रम् इति चेत् किं करणीयम्? एतत् करोति तदनन्तरं दानिसूत्रस्य प्रसक्तिः अस्ति, अथवा प्रथमम् एतत् सूत्रं, तत्र तु समस्या एव नास्ति खलु, किमपि करोतु, परं सूत्रं परं सूत्रं कार्यं करोति वा? तत्र तत्र तु एकसूत्रं कार्यं करोति, अन्यसूत्रं कार्यं कर्तुं शक्नोति, अन्यसूत्रं कार्यं करोति, प्रथमसूत्रमपि कार्यं कर्तुं शक्नोति, तर्हि समस्या का? द्वयोः सूत्रस्य कार्यं करोतु, किं सूत्रं प्रथमम् आगतव्यं, किं सूत्रं प्रथमम् आगतव्यं, किमपि करोतु, एकस्मिन् एक एव रिजल्ट् भवति, कथं महोदय? अस्माकं चिन्तनं किम् अस्ति, यत्र विरोधः अस्ति, तत्र कन्फ्यूजन् अस्ति, भवती यत् वदति क्लेशः एव नास्ति, किमपि प्रथमं करोतु तदनन्तरम् अन्य करोतु, किन्तु अन्ते रिसल्ट् एकमेव भवति वा भिन्नं भवितुं शक्नोति? एकमेव भवति खलु, एकमेव भवति, नाम सूत्र ए अस्ति तस्य अनन्तरं सूत्र अ अस्ति तस्य अनन्तरम् आ अपि कर्तुं शक्नोति, आ अस्ति तस्य अनन्तरम् अ अपि कर्तुं शक्नोति, तर्हि चिन्ता नास्ति, एतादृश उदाहरणानि बहुत्र सन्ति, एतादृश उदाहरणानि बहुत्र सन्ति, अत्रैव अस्ति, यतोहि अस्माभिः नित्यशास्त्रस्य उदाहरणं दृष्टं खलु, अत्र यदा वयं नित्यशास्त्रस्य उदाहरणं कृतं तदुदादिभ्यः श इति सूत्रेण वयं दृष्टं यत् यदि तुदादिभ्यः श अस्ति तत्र किमस्ति, उपरि गच्छतु एकवारं, हा तुद्योगः लट् इति स्थितौ तत्र प्रथमं पुगन्तलघुपदस्य च कार्यं करोति अथवा प्रथमं तुदादिभ्यः श करोति, तर्हि अस्माभिः दृष्टं यत् तुदादिभ्यः श पुगन्तलघुपदस्य च यदि कार्यं करोति तर्हि तदनन्तरं सुगादिभ्यः श आगत्य कार्यं कर्तुं शक्नोति, सुगादिभ्यः श कार्यं करोति चेत् तस्य अनन्तरं कार्यं न करोति, तत्र नित्यत्वात् सुगादिभ्यः श इति नित्यसूत्रं तस्य कार्यं प्रथमं भवति, परन्तु यदि भवादिगणे वयं पश्यामः भवादिगणे यथा भवादिगणे अस्ति, भवादिगणे किम् अस्ति भवादिगणे सूत्रस्य क्षम्यतां, समीचीनं वृत् अस्ति, सम्यक् न श्रूयते, किमपि तर्हि वृत् अस्ति भवादिगणे, तत्र पुगन्तलघुपदस्य च प्रथमं कार्यं करोति चेत् वर्त् भवति, तदनन्तरं वर्त् तदनन्तरं भवादिगणे शप् इति विकरणप्रत्यय आगत्य कार्यं करोति, वर्तते भवति, परन्तु यदि प्रथमं शप् आगच्छति तत्रापि वृत्तियोगः शप् तत्रापि पुनः पुगन्तलघुपदस्य च कार्यं कर्तुं शक्नोति, वर्तयोगः शप् वर्तते, तर्हि द्वादिगणे नित्य इति तस्य शास्त्रस्य प्रसक्तिः नास्ति, यतोहि शपः प्रथमम् आगन्तुं शक्नोति, तदनन्तरं पुगन्तलघुपदस्य च कार्यं कर्तुं शक्नोति, अथवा पुगन्तलघुपदस्य च प्रथमं कार्यं करोति तदनन्तरं शप् आगच्छति, किमपि क्लेशः नास्ति, रूपं समानं भवति, तर्हि परन्तु तुदादिगणे तत् नास्ति, तत्र नित्य अस्ति, अतः शप् आगच्छति चेत् तत्र वर्त भवति खलु, हा शप् आगच्छति चेत् वर्त भवति, न क्षम्यतां वृत्त भवति, तदा तुभन्तलघुवस्य करोति चेत् वर्त तर्हि प्रथमं शप् आगच्छति चेत् वृत् योगः शप् भवति तदनन्तरं पुगन्तलघुवस्य च कार्यम् अधुनापि भवितुं शक्नोति खलु शप् शप् अपित् नास्ति आम् किन्तु देन् यू ब्रिङ्गिङ्ग् बेक् इन् पुगन्तलघुपदस्य न न अस्माकं प्रश्नः किम् अस्ति प्रथमं पुगन्तलघुपदस्य च अस्तु तर्हि वृत् योगः ते इति स्थितिः अस्ति खलु वृत् योगः ते इति स्थित्यां पुगन्तलघुपदस्य च प्रथमं कार्यं करोति अथवा शप् इति प्रत्ययः प्रथमम् आगच्छति अस्तु तर्हि किमपि करोतु समानमेव भवति यदि वृत् योगः त इति सूत्रे प्रथमं पुगन्तलघुपदस्य च कार्यं करोति तर्हि तत् वर्त् योगः ते भवति तदनन्तरं शप् आगच्छति मध्ये तर्हि वर्तते भवति आम् परन्तु वृत् योगः ते मध्ये प्रथमं यदि शप् आगच्छति तत् वृत् योगः अ योगः ते भवति अधुना पुगन्तलघुवस्य च पुनः अ इति शप् प्रत्यय इति सार्वधातुकप्रत्ययः अस्ति अपि नास्ति अतः तेन पुगन्तलघुवस्य च इति भवितुं शक्नोति अतः वृत् योगः अयोगः ते वर्त् योगः अयोगः ते वर्तते तत् अस्तु अस्तु उभयोः वर्तते एव भवति अतः तत्र क्लेशः एव नास्ति इति भवति अवगच्छन्ति वा सर्वे तर्हि नित्यत्वस्य कुत्र भवति एकसूत्रस्य कार्यानन्तरम् अन्यसूत्रं कार्यं करोति परन्तु अन्यसूत्रं यदि कार्यं करोति तत् प्रथमसूत्रं कार्यं कर्तुं न शक्नोति तद् नित्यत्वमस्ति यदि कस्यापि सूत्रस्य पूर्वम् अनन्तरं यदि अन्यसूत्रं कार्यं कर्तुं शक्नोति तत्र किमपि क्लेशः एव नास्ति तत्र उभयोः सूत्रयोः कार्यं भवति एव सहजतया अतः तत्र चिन्ता नास्ति तस्यां दर्शयामः किं सूत्रं प्रथमं करणीयं किमपि करोतु अस्तु तत्र हानि नास्ति किमपि करोतु भवती यद् इच्छा अस्ति करोतु या इच्छा अस्ति परन्तु जनरलि विकरणप्रत्ययः प्रथमम् जनाः प्रथमम् आनीयन्ति तदनन्तरमेव गुणकार्यं करोति अतः तत् अस्ति अस्तु तर्हि अधुना विरमामः अग्रिमरविवासरे थ्याङ्क्स् गिविङ्ग् अस्ति अतः प्रायः लाङ्ग् वीकेण्ड् अस्ति अतः वर्गः न भवति अहं प्रेषयामि ईमेल् परन्तु प्रायः वर्गः न भविष्यति तर्हि अधुना विरमामः तर्हि धन्यवादः सर्वे धन्यवादः महोदय धन्यवादः महोदय शुभरात्रि शुभदिनम्